नमस्कारः. अद्य रुदादिगणः इति पाठस्य अन्तिमभागः अस्ति. तर्हि आरभामहे. सरला भगिनी, सारांशरूपेण अत्र किम् अस्ति, हिसि इति धातोः वयं गतसप्ताहे वयं दृष्टवन्तः. तर्हि कथं वा यत्र इदितो नुम् धातोः इति नुम् आगमः आसीत्, तस्य सः स्थितिः का स्थितिः इति कृत्वा गते सप्ताहे दृष्टवन्तः. तदेव पुनः अत्र हिसि लट्लकारस्य प्रथमपुरुषैकवचनविवक्षायाम् इति अस्ति खलु, हिसि योगः हि इति. तद् वाक्यं पठित्वा प्रत्येकं सोपानं किञ्चित् सोपानस्य कृते किञ्चित् विवरणं ददातु किम्? अस्तु. हिसि धातुः अस्ति, एदित् धातुः अस्ति. लट्लकारस्य विवक्षा यदि अस्ति तद् इदित् इदितोनुं धातु इति सूत्रेण इत् भवति, इत् संज्ञा भवति. तो इदानीं हिस् भवति, अपि नुम् आगमः भवति. नुम् आग्नो मिदुचो अन्त्यातपर् इति सूत्रेण चवरसे अनन्तरं भवति, हिंस् भवति. यदि विवक्षा लट् लकारसि हिंस् योगति इति कर्तृ शप् आगत्य तत्र शप् प्रभाद्य रुदादिभ्यश्नम् श्नम् इति विकरणप्रत्य आगच्छति शप् इति. तत्र श्नम् इति पुनः मिदुचो अन्त्यात् परति सूत्रेण शकारस्य लोप भवति, लशकु तद्विते मकारस्य हलन्त्यज्ञे संज्ञा तस्य लोप नावशिष्यते. विशिष्टकार्यं भवति रुधादिगणे. सो न इति धातो मध्ये आगच्छति. सो धातो मध्ये पुनः अच् वर्णस्य अनन्तरम् आगच्छति मिदुतो अन्त्यात् परति सूत्रेण. सो हिनन्स् इति भवति, हिनन्स् योगति. इदानीम् अङ्गकार्यं भवति श्नान् लोपः इति सूत्रेण. श्नान् लोपसूत्रं वदति यदि श्नम् इति प्रत्ययस्य अनन्तरं यः नकार अस्ति तस्य लोप भवति. सो नकारस्य लोप भूत्वा हिन्नस् इति अङ्गं वयं प्राप्नुमः. हिन्नस् योगति, तदनन्तरम् अस्माकं प्रक्रिया भवति. तत् वदामि अपि वा? पित्सु इति अस्ति, पित्सु को कार्यं न भवति यदि अपित्सु. तद् पठामः. गते सप्ताहे वयं रूपाणि न साधितवन्तः खलु, लट्लकारस्य रूपाणि वयं साधितवन्तः. किन्तु मम कश्चन विषयः वक्तुं किं, तर्हि अत्र हिसि योगः ति इति स्थितौ विदितोनं धातोः इति सूत्रस्य प्रसक्तिः अस्ति. अनन्तरं कर्तरीषप् वा रुदादिभ्यः तद् प्रभादि रुदादिभ्यः इष्णम् इति सूत्रद्वयस्य प्रसक्तिः अस्ति खलु. तर्हि कथं वा जानीमः विदितो नुं धातोः इति सूत्रस्य कथं वा कार्यं स्यात् प्रथमम् इति इत्यस्मिन् विषये मम कश्चन चिन्तनमासीत्. किम् इत्युक्ते प्रथमम् इत्युक्ते किम् इत्युक्ते विदितो नुं धातोः इति पश्यामः चेत् अङ्गस्य इति अधिकारे अस्ति इति कृत्वा प्रत्ययम् अपेक्षते. किन्तु तत्र तु किम् अस्ति, मम चिन्तनम् एवम् अस्ति, इदितोनं धातोः इति अनैमित्तिकम् अस्ति खलु इति कृत्वा तत्र तु सप्तमीविभक्तेः किमपि वाक्यं किमपि पदं किमपि नास्ति खलु इति कृत्वा प्रायः अन्तरङ्गं स्यात् इति कारणेन प्रायः प्रथमम् आयाति इति मन्ये. स च अनन्तरं महाभाष्यवाक्यमपि दृष्टवती. नुं विदा विधौ उपदेशविद्भावो वक्तव्यः इति, इत्युक्ते नुं विधानम् उपदेश अवस्थायाम् एव भवति इति वाक्यम् महाभाष्यवाक्यमस्ति इति कृत्वा कर्तरिषत् इति आगमनस्य नो चेत् श्नम् रुदादिभ्यः श्नम् इति आगम इति किम् अस्ति विकरणप्रत्यये आगमनात् प्राक् एव निमागमः स्यात् इति मम चिन्तनम्. अनन्तरमस्ति पदमञ्जर्यं दत्तमस्ति, तत्र तु अङ्गम् इति अस्ति किन्तु धातोः इति उक्तम् अस्ति इति कृत्वा तस्य बलेन प्रथमं कार्यं करोति इति. आं तत् महोदय अत्र उक्तवान्, तदेव महोदय उक्तवान् किं हिस्सि इति प्रथमं धातो कृते यत् कार्यं भवति तत् करणीयं, इदितोनुं धातु इति उपदेश यथा भवती उक्तवती उपदेश अवस्थायां हिस्सि अस्ति तस्य कार्यं पूर्वं भवति, किन्तु कार्यं आकाशे न भवति, महोदय उक्तवान् तस्य कारणं भवति यदि विवक्षा अस्ति ती यदि यथा वयं लट् लकार इति अपेक्षते ती अस्ति तत् इदितोनुं धातु कार्यं करोति. तदनन्तरं कर्तरि शप् इति यथा लिपि इति भवति कथं नश्चापदान्त सझलि इति कार्यं प्रथमं न करोति तस्य अस्ति कर्तरि शप् इति भवति पूर्वतासिद्धम् इति कारणेन पूर्वं सूत्रमस्ति तस्य कार्यं पूर्वं भवति नश्चापदान्तस्य जलि तस्य कार्यं प्रसक्तिः न भवति तदनन्तरम्. अस्तु भगिनि, धन्यवादः भगिनि. लक्ष्मी भगिनी वदति किम् अत्र पिप्सु अपिप्सु कार्याणि किञ्चित् पुनस्मरणं कारयति किम्? पठामि वा भगिनि अत्र? पठतु, नो चेत् वक्तुं शक्नोति चेत् वदतु केवलं स्ववाक्यैः वदतु, नो चेत् पठतु भगिनि. अत्र तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं पित्सु पित् प्रत्ययेषु अङ्गकार्यं नास्ति. हिनस् इति अङ्गमस्ति, हिनस् योगः ति हिनस्ति, अपि च हिनस् योगः आनि हिनसानि इति रूपाणि दत्तानि. अत्र इत्युक्ते आरम्भे हिसि इति धातुः अस्ति धातोः इति सूत्रेण तत्र एकवारं हिनस् हिनस् इति हिंस् भवति अत्र मेदचोन्त्यात् परः इत्यनेन हिंस् भवति. अनन्तरम् अत्र श्नशोरलोपः क्षम्यतां रुदादित्यः श्नम् इति सूत्रेण, धन्यवादः भगिनि, रुदादित्यः श्नम् इत्यनेन अत्र श्नम् इत्यस्मात् नकारः आगच्छति, अतः न आगच्छति. अनन्तरं श्नशोरलोपः इत्यनेन पित्सु क्षम्यतां पित्सु अत्र हिनस् योगः ति तत्र हिनस्ति इति रूपं कथम् आगतं, हिनस् इति अङ्गमस्ति, केवलम् अत्र वर्णमेलनमेव हिनस् योगः ति हिनस्ति. अत्र हिनस् इति अङ्गं कथम् आगतम् इति पूर्वं लिखितम् अस्ति. अत्र कथम् इत्युक्ते हिसि इति धातुः इदितोनं धातोः इति सूत्रेण तत्र मध्ये नकारः आगच्छति, हिन्स् भवति, अपि च अत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारादेशः भवति, हिन्स् भवति. अनन्तरं रुधादिभ्यः श्नम् इत्यनेन श्नम् विकरणप्रत्ययः आगच्छति शपं प्रभाद्य. श्यम् अपि मित् अस्ति इति कारणतः मिदचुन्त्यात् परः इति सूत्रेण अत्र मध्ये आगच्छति, अतः हिनंस् इति रूपम्. अनन्तरं श्नान्नलोपः इत्यनेन अकारलोपः भूत्वा हिनस् इति अङ्गम्, अपि च अत्र केवलं ति इति प्रत्ययः, पित् प्रत्ययः, अपि च जलादिप्रत्ययः. अत्र जलादि इति न जलादि वा न वा इति न उक्तमस्ति, पित् प्रत्ययः वर्णमेलनेन हिनस्ति रूपम्, अपि च हिनसानि हिनसा वा हिनसाम तत्र रूपाणि पित् प्रत्ययः किन्तु अजादिप्रत्ययः अजादप्रत्ययः किन्तु पित् प्रत्ययः, अतः एव अत्र पित्सु अङ्गकार्यं नास्ति, अतः एव हिनसानि, हिनसावा, हिनसाम तादृशानि रूपाणि भवन्ति. अपित्सु अत्र अपित् प्रत्ययेषु स्नशोरलोपः इति सूत्रं किं वदति इत्युक्ते अकारलोपः अपित्सु इत्युक्ते स्न्यम् इत्यस्य अकारस्य लोपः इति वदति. कितिनिति प्रत्यये परे इति वदति. अपित् प्रत्ययः इत्युक्ते क्नितिच इत्यनेन तत्र अपित् प्रत्ययः नित्वत् भवति, अतः अकारस्य लोपः श्नशोरलोपः इत्यनेन अकारस्य लोपः भवति. अतः हिनस् इति अङ्गं स्वीकृत्य तः इति अपित् जलादिप्रत्ययस्य योजनेन अत्र श्नशोरलोपः इत्यनेन अकारलोपः भूत्वा हिन्स् भवति. अनन्तरं तः अनन्तरम् अत्र सन्धिकार्याणि सन्ति. एकः विषयः अत्र अपित् प्रत्ययः कथं नित्वद् भवति इत्युक्ते सार्वधातुकम् अपित् इति सूत्रेण अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकम् अपित् नित् इति. नितीच इत्यनेन गुणनिषेधः तत् भिन्नसूत्रमस्ति, किन्तु निद्वद् भवति अपित् प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण. इत्युक्ते इत्युक्ते क्नितिच इति निषेधकसूत्रं विधिसूत्रं किन्तु गुणनिषेधकसूत्रं सार्वधातुकम् अपित् इति सूत्रं अतिदेशसूत्रं तेन नित्वत् भवति. धन्यवादः भगिनि. धन्यवादः भगिनि. अत्र दीच इति सूत्रमस्ति खलु तद् किञ्चित् पठित्वा तत्र कार्यं वदति किं किमिति वदति किं योगः हि इति लोटि इति अस्ति खलु तद् पठति किं दीच सकारस्य लोपो भवति धकारादि प्रत्यये परे सप्तम्यन्तं सूत्रस्य पठन पूर्णसूत्रं न पठामः केवलं तत्र लोटि इति अस्ति खलु सः सस्य लोपः सस्य लोपः अस्तु. तर्हि हि स्थाने दि तदा दकारादि वदामि वदामि हिंस् योगः हि स्थाने धि तदा धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः धीच इति सूत्रेण झलां झष् झषि इत्यस्य अपवादः. झलां झष् झषि झलां झष् झषि पदान्ते अस्ति न झलां झष् झषे झषि पदान्तं न झषि परे इति झषि परे हा हिंस् योगः हि रुजल्भ्योहेर्धि तत्र तत्र हिंस् योगः धि एकवारं प्रथमतया वदामि हिंस् कथम् आयाति तथैव वदामि न भगिनि तत्तु अनेके एकवारं भगिनी द्वयमपि उक्तवती मया मनसि जातम् शीघ्रं वदतु तर्हि शीघ्रमेव वदामि शीघ्रमेव अत्र धी तु अपित् अस्ति न अपित् न अपित् अपित् अपित् अस्ति तथैव अत्र अङ्गकार्यं हिनस् इति अस्ति प्रथमम् अत्र शान् श्नासोरलोपः इत्यनेन हिंस् आगच्छति अकारस्य लोपः भूत्वा अस्तु. हिंस् योगः हि ऊजद्भ्योहेर्धि इत्यनेन हिंस् योगः धि हिंस् योगः धि धि च इत्यनेन सकारस्य लोपः हिन्धि अनुस्वारस्य यै परसवर्णः इत्यनेन हिन्दी इति आगच्छति. लङ्गि वदामि अत्र हिंस इति अस्ति खलु, तत्र प्रथमसोपाने हिंस योगः हि इति, प्रायः तत्र नकारः स्यात्, अनुस्वारः नास्ति खलु, अनुस्वारः नकारः स्यात्, नकारः नास्ति, अधुना किमर्थं न इति वदामि चेत् हूजल् ब्योर् हेर्दि इति षष्ठाध्यायसूत्रमस्ति खलु, तद् प्रथमं कार्यं करोति, तद् कृत्वा एव नशापदान्तस्य जले अग्रे आयाति, तद् कृत्वा हूजल् ब्योर् हेर्दि अनन्तरं दीच तदनन्तरम् एव नशापदान्तस्य जले खलु. अत्र दोषाय इति मन्ये, मुद्रणदोषः प्रायः महोदयस्य, बलाबलं चिन्तयामः चेत् वर्गे तत्पश्चात् तदनन्तरं नशापदान्तस्य जलि इति अनुस्वारः, नष्टपदान्तस्य जलि अत्र नास्ति न, तद् आयाति महोदय, तत्र न स्थापितवान् किन्तु तदपि अस्ति इति अस्ति इति वदामि, तदपि अस्ति इति वदामि वदामि. तत्र हिन्दी इति आगच्छति, तथैव अनुस्वारे परसवर्ण हिन्दी. आम् भगिनि, मकार धन्यवादः. अस्तु अस्तु, पठितुमिच्छति किं न महोदय, अहं न जानामि, केवलं पठामि एकैकं वयं कुर्मः. आम् अस्तु, अग्रे सरला भगिनी तिप्यनस्तेः अत्र सिपिधातुर्वा इति अस्मिन् विषये झटिति सुवाक्यैः वदति किं भगिनि? अस्तु, तिपि सप्ताहे दृष्टवन्तः खलु. आमामां, तिपि अनस्ते इति लङ्लकारे यदा सकार वा सकारस्य लोपः भवति प्रथमपुरुष एकवर्षे पृक्तसंज्ञा भवति हल्याङ्गभ्यो दीर्घात् सुतिस्य पृक्त हलति सूत्रेण, मध्यमपुरुषे सकारस्य लोपः भवति तत्र कार्यं भवति इति सूत्रस्य तिपि अन्नस्य वदति पदान्त सकारस्य दकारौ आदेश भवति तिपि परे, परन्तु अस् धातो न भवति इति यदि अस्माकं धातुवती हिन्नस् तिपि इति हिन्स् भव हिन्नस् हिन्नस्ति तकारस्य लोपः भूत्वा हिन्नस् इति भवति अहिन्नस् प्रथमं, तत्र यदि सकार अस्ति सकारपरे सामान्यतया झलाञ्चशौन्ते इति सूत्रस्य कार्यं करोति, किन्तु झलाञ्चशौन्ते इति प्रबाद्य तदनन्तरं सकारपरे रु आदेश ससजशो रु तस्य प्रसक्तिः भवति, किन्तु तत् प्रबाद्य अपि तिपि अन्नस्ते इति सूत्रस्य कार्यं भवति पूर्वत्रासिद्धम् इति सूत्रेण, कारणं कि यदि अपवादेन न तु पूर्वत्रासिद्धम् अपवादेन यदि तिपि अन्नस्य कार्यं न करोति तत् सूत्रस्य निरवकाशः भवति, अतः पदान्तसकारस्य दकारादेशो भवति तिपि परे, यदि अहिन्नस् अस्ति अस्माकं अङ्गम् अहिनस् योग तकारस्य लोपः भवति अहिनस् इति अङ्गं भवति अहिनस् तत्र तिपि अनस्ते इति सूत्रेण एकपक्षे दकार भवति, द्वितीयपक्षे अहिन आगच्छति वावसाने इति सूत्रेण दकारस्य तकार भवति। यदि मध्यमपुरुष एकवचने अस्ति अहिनस् योगस्य, तत्र सकारस्य लोप भूत्वा अहिनस् इति भवति, किन्तु इदानीं अपि ससृजुषोरु प्रबाद्य सिप्पि धातोरु वा इति अपवादेन आगच्छति। तत् सूत्रं वदति पदान्तस्य सकारस्य स्थाने रु आदेशो भवति एकपक्षे विकल्पेन द्वितीयपक्षे दकारो आदेश भवति। यतो हि यदि दकार आदेश भवति अहिनद् तस्य कार्यं इति भासते, तस्य कार्यं झलाञ्च शौन्ते इति सूत्र समान इव भासते, किन्तु तत् नास्ति इति सिप्पि धातोरु वा इति सूत्रेण कार्यं करोति। सो एकपक्षे अहिनद् भवति, तत्र वावसाने इति सूत्रेण अहिनत् भवति, अन्यपक्षे रु आदेश भवति, रु आदेश भूत्वा खरवसानयो विसर्जनीय इति सूत्रेण विसर्ग आदेश भवति अहिनः। सो मध्यमपुरुषे एकवचने लङ्लकारे त्रीणि रूपाणि आगच्छति अहिनद् अहिनत् अहिन अहिनः। धन्यवादः भगिनि। लक्ष्मी भगिनी लोट् लकारं कुर्मः किं गते सप्ताहे लट् गतवन्तः इति कृत्वा भगिनी लोट् करोति किम् धातोः कर्तुं न शक्नोमि भगिनि, केवलं शृणोमि। ओ अस्तु भगिनि, प्रयत्नं करोति किं प्रथमं यथा ति इति उदाहरणार्थं तत्र आदौ उक्तवती समानविषयः खलु, हिनस् इति अङ्गम् अहं सहायं करोमि, हिनस् इति अङ्गम् अनन्तरं तु इति अस्ति, सित् प्रत्ययः अस्ति तु, अत्र सन्धिकार्यम् इति महोदयेन उक्तं खलु, किमपि कार्यं नास्ति इति, अत्र पित् अस्ति चेत् अङ्गकार्यं किमपि नास्ति, केवलं वर्णमेलनं, तर्हि हिनस्तु इति अत्र हिनस् इति अङ्गमस्ति, अनन्तरम् अत्र लोट्लकारे तु इति प्रत्ययः अस्ति, तु प्रत्ययः प्रत्ययः अस्ति, अत्र श्नशोरलोपः पित् अस्ति इति कारणतः न भवति। आम् तत्र हिनस् योगः तु इति अस्ति चेत् तत्र हिनस्तु केवलं वर्णमेलनं भूत्वा हिनस्तु इति भवति। आम् अनन्तरं तात् इति प्रत्ययः अस्ति, तत्र हिनस् योगः तात् तात् प्रत्ययः अपित् प्रत्ययः अस्ति, अपित् अस्ति अपित् अस्ति, अतः श्नशोरलोपः इत्यनेन तत्र अकारलोपः भूत्वा हिंस् भवति, हिंस् योगः तात् तथा वदामश्चेत् तत्र तदनन्तरं नश्चापदान्तस्य जलि इति कार्यं करोति चेत् किमर्थं चेत् तत्र तकारः जल् वर्णः अस्ति तेन नश्चापदान्तस्य जलि तकारः निमित्तम् अस्ति नकारस्य अनन्तरं सकारः अस्ति खलु, तर्हि सकारः एव निमित्तं, ओ सः सकारः वा, आदौ सकारः, ओ अस्तु, अङ्गस्य आम् आम् आं धन्यवादः भगिनि। अत्र आम् सकारः निमित्तम् अस्ति, अतः तत्र नकारस्य स्थाने अनुस्वारः आगतः, अतः हिंस् भवति, हिंस् योगः तात्, तत्र हिंस् तात् इति भवति. अत्र इतोपि कार्यमस्ति वा तत्र भगिनी? भवती स्मरति प्रथमं महोदय उक्तवान् त्रयधातुसमूह कार्यं करोति, श्नसरलोप नष्टापदान्त झलि अनुस्वारस्य यै परसमन. इदानीम् अत्र द्वे सूत्रे कार्यं करोति कुरुतः श्नसरलोप नष्टापदान्त झलि. इदानीम् अनुस्वारस्य यै परसमन चित्वा कार्यं न करोति, कारणकि स इति यै प्रत्याहारे नास्ति, तस्य कार्यं न भवति. सो हेन्स् इति अनुस्वारस्य तथै तिष्ठति, तात् इति योजनेन हेन्स् तात् इति भवति. आम् इत्युक्ते अत्र केवलं सूत्रद्वयमेव कार्यं करोति, इत्युक्ते अनुस्वारस्य यै परसवर्णः तस्य कार्यं नास्ति. अत्र लोट्लकारः, लोट्लकारे ताम् अस्ति, ताम् अत्रापि तादृशरीत्या एव प्रथमतया अश्नशोरलोपः, अनन्तरं नश्चापदान्तस्य झलि इत्यनेन हिंसयोगः ताम्, हिंस् ताम् इति भवति. अनन्तरम् अत्र तृतीयः प्रत्ययः अन्तु अस्ति, अत्रापि अत्र हिनसङ्गम् अस्ति, हिनस् योगः अन्तु अपित् प्रत्ययः अस्ति, अपित् अस्ति इति कारणतः श्नशोरलोपः इत्यनेन अकारलोपः, हिंस् भवति, हिंस् योगः अन्तु. अत्र यथावत् पूर्वम् अत्र हिंस् इत्यस्मिन् तत्र सकारः निमित्तमस्ति इति कारणतः नस्यापदान्तस्य झलि अस्ति, तेन अनुस्वारादेशः भवति. अनन्तरम् अत्र हिंसन्तु वर्णमेलनं भूत्वा हिंसन्तु इति भगिनि. इतोपि कार्यमस्ति वा भगिनि? अस्तु, अत्र लोट्लकारः मध्यमपुरुष एकवचनं हि प्रत्ययः अस्ति, आरम्भतः पुनः हिनस्योगः हि इति वदामश्चेत् अत्र बहवः कार्याणि सन्ति, बहूनि कार्याणि सन्ति इति भाति. हिनस्य योगः हि प्रत्ययः अपित् प्रत्ययः, अतः अत्र श्नशोरलोपः इत्यस्य कार्यमस्ति, अतः हिंस् भवति आरम्भे, हिंस् योगः हि भवति, हि अनन्तरं हुझल्प्यो हेर्धिः इति एकं सूत्रमस्ति, विशिष्टसूत्रं, तेन हकारस्य स्थाने धकारादेशः भवति, अतः हिंस् योगः धि भवति, हिंस् योगः धि. अनन्तरं नश्चापदान्तस्य झलि भवति, पूर्वं कृतवती नश्चापदान्तस्य झलि नकारस्य तत्तु परे आगच्छति नष्टपदान्तस्य झलि. भगिनि महोदयेन अत्र उक्तमस्ति खलु, अत्र सोपानानि उक्तवान् महोदय करपत्रे एव, केवलं नष्टापदान्तस्य झलि दीप इत्यस्य अनन्तरम् आयाति तावदेव. तर्हि हि नकारः सकारः इति योगः हि हुजल्भ्यो हेति, अनन्तरं तस्मिन् समीपे हकारस्य दकारः भवति, तर्हि हि इन् इस् योगः धि इति, धीच इत्यनेन सकारस्य लोपः, हि इन् योगः धि, तर्हि नशापदान्तस्य जलि इत्यनेन नकारः आयाति, अनन्तर अनुस्वारः आयाति, अनन्तरम् अनुस्वारस्य ई परसवर्णः इति न नकारः हिन्दी इति रूपम् आगतम् इति रूपम् आम् हिन्दी अपि च तात् इति रूपम् अस्ति तात् रूपं वयं पूर्वमपि प्रथमपुरुषे एकवचने दृष्टवन्तः अतः हिन् तात् इति रूपं भवति अपि च अत्र तम् इति द्विवचने अस्ति अत्रापि हिं तम् इति रूपं भवति बहुवचनरूपं हिंस्ता इति भवति अपि च अत्र लोटि आनीय वा पूर्वमेव वयं दृष्टवन्तः अत्र पित् प्रत्ययः अस्ति अपि च जादिप्रत्ययः अस्ति अनेन अत्र हिनस्योगः आनि हिनसानि इति रूपं हिनसा वा हिनसाम इति अत्र इतोपि कार्यमस्ति वा न भगिनि न न न इदानीं केवलं मया श्रुतं तथैव इदानीम् अस्तु अस्तु भगिनि अस्तु तस्य क्रमः अस्ति अग्रे पुष्पा भगिनी वदति किं लङ्लकारः लङ्लकारः मम अस्तु अत्र आडागमः भवति अहिनस् योगः तकारः तकारस्य हल्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः अहिनस् इति पदम् अत्र तिप्यनस्तेः इत्यनेन पदान्ते सकारस्य दकारादेशः भवति तदा विकल्पेन चर्त्वमपि भवति अहिनद् अहिनत् चर्त्वं जश् अत्र जलां जश्वन्तेन कार्यं वावसाने वावसाने क्षम्यताम् वावसाने इत्यनेन अहिनत् इति आगच्छति लङ् तकारः परं पश्चात् किं किम् आगच्छति भगिनि द्विवचने भगिनि तां ताम् अस्तु ताम् अस्तु अस्तु अहिनस् योगः ताम् अत्र वयं तु पूर्वमेव अत्र अपित् अस्ति तकारादि अपित् अस्ति वयं पूर्वपूर्वमेव कृतवन्तः खलु तर्हि केवलं प्रायः रूपं वदामः अत्र अहिंस्तां तकारः पित् अस्ति न तकारः ताम् इति अपित् प्रत्ययः अस्ति तकारः पित् अस्ति अस्तु तथैव तत्तु कृतवती अहिनस् कृतवती तथैव भ्रमः आगच्छति तात् आगच्छति न तात् न तां न ताम् अनन्तरम् अन् इति प्रत्ययः अहिंस्ताम् अहिंस्ताम् अहिंस्ता तं विषयः तु समानः अस्ति अहिंसन् एकनिमिषः अहिंसन् अहिंसन् नकारः तु तथैव अस्ति अहिंसन् नकारः न नकारः तु नशापदान्तस्य जले इत्यनेन अनुस्वारः नकारः न आयाति किमर्थम् इत्युक्ते चकारस्य परसवर्णः नास्ति इति कृत्वा सर्वत्र हिंसदातोः यत्र अपित् अस्ति तत्र तु अनुस्वारः एव तिष्ठति अनुस्वार स्पष्टतया सम्यक् एव वदति भगिनी समीचीनेन वदामः ऐ मीन् अवदत् अवदं न अवदं क्षम्यताम् अस्तु मध्यम पुरुषे अहिनस् योगः सकारः सकारस्य लोपः तथैव तत् उदर्व्यौदीर्घात् श्रुतिश्च प्रक्तं हल् इत्यनेन सकारस्य लोपः हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् हा तदैव भवति इति भिन्नसूत्रम् ओ ओ ओ न किं भगिनी उक्तवती हूजल् इति उक्त्वा किमपि उक्तवती अहं हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं न न हूजल् दीर्घात् न इति आरम्भं तत्र कृत्वा अनन्तरं श्रुतिस्य अपृक्तं हल् इति समापितवती सूत्रद्वयस्य मेलनं कृतवती हल्याभ्यो दीर्घात् श्रुतिस्य अपृक्तं हल् अपृक्तं हल् तदेव हेर्दिः वदतु क्षम्यतां मनसि नास्ति अस्तु सकारस्य लोपः अहिनस् अत्र सिपि धातोरुर्वा इत्यनेन विकल्पेन रु आदेशः अहिनद् तत्र अहिरुर्वा इत्यनेन अहिनरु न तत्र अहिनद् सिपि धातोरुर्वा इत्यनेन अहिनद् आयाति भगिनि हा द्रुः रुदा वा अस्तु अस्तु अहिनद् अथवा वा अहिनरु अहिनरु चेत् उ इत्यस्य इत् संज्ञा लोप् भवति करवसानयोः विसर्जनीयः इत्यनेन अवसाने रेफस्य विसर्गादेशः अहिनः आहत्य अहिनद् अहि तकारः तु आगच्छति जलां जशोन्ते इत्यनेन अहिनः न वावसाने क्षम्यतां वावसाने इत्यनेन अहिनत् आगच्छति अहिनः अस्तु अत्र अहिंस्थाम् अहिंस्था सम्यक् सम्यक् मम पुरतः नास्ति तथैव पृच्छामि अहिन अत्र अहिन अहिनाम् अम् इति प्रत्ययः अहिनम् तत्तु पित् अस्ति अहिनम् अहिनसम् अहिनसम् अहिंसा वा अहिंस्व अहिंस्म क्षम्यतां सर्वे विस्मरामि क्षम्यताम् अस्तु लिङ् लङ् लङ्गीकृतम् आं भगिनि तत्तु विधिलिङ्गिलिङ्गि तु मया एव करोमि अहमेव लक्ष्मी भगिनी विधिलिङ्ग् करोति वा विधिलिङ्ग् करोति लक्ष्मी भगिनी करोतु आं भगिनि एकनिमिषम् अत्र एकनिमिषं नो चेत् क्षम्यतां सरला भगिनी न कृतवती खलु सरला भगिनी करोति किल न कृतवती सूत्रं द्वयस्य कार्यं भवति श्नसरलोपनष्टापदान्तस्य झलि अनेन हिंस् इति अङ्गम् आगच्छति अपित्वात् सर्वे हिंस्यात् हिंस्यातां हिंस्युः हिंस्याः हिंस्यातं हिंस्यात हिंस्यां हिंस्याव हिंस्याम अन्तिमधातु अत्र हकारान्ताः धातवः एकः धातुः त्रुः त्रुः भवति त्रुः धातुः त्रुः भवति इत्युक्ते अकारस्य अपगमनं भवति इति भाति परस्मैपदी धातुः हिंसायाम् इत्यस्मिन् अर्थे अस्ति. तृहुयोगः श्नम् रुधादिभ्यः श्नम् इति सूत्रेण श्नम् विकरणप्रत्ययः आयाति शपं प्रबाध्य. मृदुचोन्त्यात् परः इति सूत्रेण मध्ये सः नुमागमः भवति. तेन तृणः इति अङ्गम् आगतं. भगिनि नुमागमः न, नकारः अत्र अकारस्य परे आगच्छति. भगिनि अत्र नकारः इत्युक्ते नुमागमः इति वक्तुं शक्नुमः वा? आं भगिनि शक्नुमः. अस्तु भगिनि. इत्युक्ते लुङ् इत्युक्ते तत्र मकारः इति संज्ञकवर्णः अस्ति इति कृत्वा मिक्स् अत्र मृदुचोन्त्यात् नुमागमः नास्ति. एतत्तु न इति प्रत्ययः, श्नम् इति प्रत्ययः अस्ति. नुमागमः इत्युक्ते केवलं नकारः आयाति. तस्य उत्तरं यत् अकारः नास्ति तत्तु नायाति खलु. एतत्तु न इति प्रत्ययः. अस्तु. इत्युक्ते अत्र श्नम् इति विकरणप्रत्ययस्य योजनेन तत्र नकारः आगच्छति, न आगच्छति. इत्युक्ते तत्र मकारः अपगच्छति, अपि च षकारः लशक्वत्यधिति इत्यनेन अपगच्छति, किन्तु सः नकारः मध्ये आगच्छति. अतः तृणः इति रूपमागतं. तिङ् प्रत्ययः निमित्तिकम् अङ्गकार्यम्. अधुना इत्सु इत् प्रत्ययेषु नूतनं सूत्रमस्ति, तृणः इम् सूत्रम्, सप्तमाध्यायसूत्रतीयपादस्य अत्र द्विनवतितमं सूत्रमस्ति. इत्यनेन अनेन सूत्रेण त्रोहः त्रोहः षष्ट्यन्तम् इति भाति. त्रोहः श्नमीपरे श्नमीकृते तृणः इति अङ्गस्य इम् आगमो भवति. हलादि पित् सार्वधातुकप्रत्यये परे. अस्तु. पित् प्रत्ययः अपि च हलादि पित् प्रत्यये परे एव अत्र तृणः इम् इति सूत्रेण मध्ये इम् इति आगतम्. अतः अङ्गं स्वीकृत्य तत्र तृणः इति अङ्गं स्वीकृत्य ति इति प्रत्ययः पित् प्रत्ययः अपि च हलादि प्रत्ययः भगिनि अपि च सार्वधातुकप्रत्ययः अपि च सार्वधातुकप्रत्ययः आम् टि इति सार्वधातुकः हलादिः अपि च पित् अतः तृणः योगः ति भवति. तृणः इम् इति सूत्रेण तृणः योगः इम् योगः ति भवति. अत्र इमः इत्यस्मिन् मित्वात् मकारः इति संज्ञकवर्णः अस्ति इति कृत्वा मित्वात् अन्त्यात् अचः परः इत्युक्ते अत्रापि मिदितोन्त्यात् परः एव भगिनि. मकारः इति संज्ञा भवति इति कृत्वा अत्र इकारः एव तत्र तिष्ठति. अत्र तृणः योगः इ अत्र हकारात् पूर्वं सः इकारः आगच्छति इति कृत्वा तत्र गुणसन्धिः भूत्वा तत्र तृण योगः इ योगः ह इत्युक्ते अत्र तृणेः तादृश तदर्थमेव अत्र गुणसन्धिः भूत्वा तृणेः रूपमागतं. तृणेः योगः ति अत्र सन्धिकार्यम् अत्र अनन्तरं पश्यामः सन्धिकार्यं किम् इति अनन्तरं पश्यामः. इत्युक्ते अत्र प्रथमपुरुष एकवचनरूपमेव तृणोढि इति रूपं क्षम्यतां तृणेढि तृणेढि आम् तृणेढि तृणः इति अङ्गं स्वीकृत्य तिङ् प्रत्ययं निमित्तकम् अङ्गकार्यम् अत्र तृणः योगः आनि इत्युक्ते लोट्लकार उत्तमपुरुषप्रत्ययः आनियोजयामश्चेत् अत्र अङ्गकार्यं नास्ति. किन्तु सन्धिकार्यमस्ति इति लिखितमस्ति. इत्युक्ते अत्र रसाभ्यां नोणः अस्ति इति भाति, अतः तृणहानि रूपम्. अपित्सु अपित् प्रत्ययेषु स्नसुरलोपः इत्यनेन स्नमित्यस्य अकारलोपः भवति, अतः तृणः योगः तः. अत्र अकारलोपः भवति इति कृत्वा तृणः रूपं योगः तः. अत्र सन्धिकार्याणि सन्ति इति कृत्वा तृण्ढः रूपम्. तृणः इयम् इति सूत्रं पठति किं भगिनि, तत् पठित्वा? तृणः इम् अत्र सप्तमाध्यायसूत्रदीपादस्य द्विनवतितं सूत्रमस्ति. तृणः इति अङ्गस्य इम् आगमः भवति हलादि पित् सार्वधातुकप्रत्यये परे. अस्तु, यस्मिन् विधिस्तदादावल्ग्रहणे आर्थिकमस्ति इत्यनेन किमपि तदादिविधिः. अत्र अनुवृत्तिसहितसूत्रं पठामि. अत्र किमपि लिखितमस्ति, अत्र तृणः इत्युक्ते अस्तु, तृणः षष्ट्यन्तम् इं प्रथमान्तं द्विपदमिदं सूत्रम् इति लिखितमस्ति. तृणः षष्ट्यन्तम् अङ्गस्य इत्यस्य अधिकारः अस्ति इति कृत्वा तस्य अनुवृत्तिरूपेण तत्पदमपि आगतम्. इम् इति प्रथमान्तं रूपम् अस्ति, अतः इम् आदेशः आगमः भवति. अपि च अन्यानि पदानि निमित्तानि, हलिपरे इति परे सार्वधातुकप्रत्यये परे इति अर्थः. अग्रे पठामि वा? प्रायः सरला भगिनी पठति किं सन्धिकार्यं? सन्धिकार्यं त्रिनेह योगति होढः सूत्रेण अष्टमाध्यायस्य द्वितीयपादे एकत्रिंशत्तमसूत्रं त्रिनेढ योगति भवति, हकारस्य स्थाने धकारः आगच्छति. झषस्ततोध अष्टमाध्यायस्य द्वितीयपादे चतुर्षं सूत्रं त्रिनेढ योगधी भवति. दशाभ्यां नूणः समानपदे अष्टमाध्यायस्य चतुर्थपादे एकसूत्रं त्रिनेढ योगधी. स्नाष्टुः अष्टमाध्यायस्य चतुर्थपादे एकचतुर्विंशतिसूत्रं त्रिनेढ योगधी. ढोढे लोप अष्टमाध्यायस्य तृतीयपादे त्रयोदशसूत्रं त्रिने रोगधी त्रिनेढि. महोदय उक्तवान् सूत्रसङ्ख्या पश्यतु, क्रमेण सूत्राणि आगच्छति. अत्र त्रिनेह योगति अत्र ति झलि परे अस्ति, होडसूत्रेण हकारस्य ढकार आगच्छत्, हकारस्य स्थाने ढकार आदेशः भवति झलि परे. त्रिनेढ योगधि त्रिनेढ योगति भवति. चषस्ततोध इति सूत्रेण ढ झस् झष् प्रत्याहारे अस्ति, तकार झलि परे अस्ति, अतः तकारस्य स्थाने ध इति आदेशः भवति. सो त्रिनेढ योग धी तत्र भवति. इदानीं रसाभ्यां नोणः तस्य प्रसक्तिः अस्ति. तस्य प्रसक्तिः पूर्वमपि अस्ति, किन्तु क्रमेण यदि क्रम पश्यामः तस्य क्रम तदनन्तरम् आगच्छति. अतः रसाभ्यां नोणः चषस्ततोध इति सूत्रस्य तदनन्तरं कार्यं करोति. त्रिनेढ योगधि तत्र इदानीं नकारस्य नकारः भवति, साक्षात् ऋकारपरे आगच्छति. त्रिनेढ योगधि श्नाष्टुः इति सूत्रेण ढकारस्य ढकार भवति, टकारवर्गीयस्य टकारवर्गीय चतुर्थ चतुर्थवर्गम् वर्णम् आगच्छति त्रिणेर् युगधि ढोढे लोप यतोहि परसूत्रमस्ति ष्णाष्टुः किन्तु तस्य कार्यं तदा भवति यदा ष्णाष्टुः कार्यं करोति अतः ढोढे लोप तस्य अपवादेन कार्यं तदनन्तरम् आगच्छति यदि ष्णाष्टुः कार्यं न करोति ढोढे लोपस्य निर्वकाशः भवति अतः ढोढे लोप ष्णाष्टुः इति सूत्रस्य परं कार्यं करोति त्रिणेर् योगढि यदि ढकारपरि ढकार अस्ति पूर्वढकारस्य लोप भवति त्रिणेढि इति निष्पन्नं भवति तथैव त्रिणः योगतः इदानीन्तः श्नसरलोप षष्ठमाध्यायस्य चतुर्थपादे एकादश अधिकम् एकशतं सूत्रं त्रिणः योगतः तत् होढसूत्रेण हकारस्य ढकार भवति त्रिणः योगतः तस्य अष्टमाध्यायस्य द्वितीयपादे एकत्रिंशत् सूत्रं नश्चापदान्तस्य झलि अष्टमाध्यायस्य तृतीयपादे चतुर्विंशत् सूत्रं झलि परे इदानीं नकारस्य अनुस्वारः भवति त्रिण्ड् योगतः तदनन्तरं यथा पूर्वं दत्तमस्ति त्रिण्ड् योगः तः तत्र झषसतोध सूत्रेण तकारस्य स्थाने धकार आगच्छति त्रिण्ड् योगः भवति इदानीं रसाभ्यां नोणः तृणढ् योगध श्नाष्टुः तृणढ् योगः ढ ढोडे लोप तत्र अहं तृणढ् योगध तत्र रसाभ्यां न कार्यं न करोति कारणं कि अनुस्वारः अस्ति तत्र नकारः अस्ति क्षम्यतां भगिनि अहं पुनः क्रमं वदामि तृणः योगतः श्नस्वरलोप तदनन्तरं होडः तृणः योगत ढ तदनन्तरं झषसदो पूर्वम् आगच्छति त्रिणेढ् योग ढ भवति तदनन्तरं तृणढ् योग ृण्डयोग ध आगच्छति नश्चापदान्तस्य झलि भवति तृण्डयोग ध तदनन्तरं श्नाष्टुः कार्यं करोति तृण्डयोग ढ भवति तदनन्तरं ढोढे लोप तस्य कार्यं भवति तृण्ड भवति त्रिण्ड तदनन्तरम् अनुस्वारस्य यै परसवर्णकार्यं करोति नश्चापदान्तस्य जलि इत्यस्य कार्यम् अस्ति किन्तु अन्ते आगच्छति अनुस्वारस्य यै परसवर्णस्य संख्या अस्ति अष्टमाध्यायस्य चतुर्थपादे अष्टपञ्चाशत् सूत्रं 58 इति तस्य कार्यम् अन्ते भवति तृण्ड इति भवति तृण्ड धन्यवादः अनन्तरम् अस्तु तृणे योगः सि अस्मि वा शीघ्रं वयं किम् इत्युक्ते किञ्चित् अवधानं समयः नास्ति भगिनि अन्यत् आं भगिनि तृणेः योगः सि अत्र होडः इत्यनेन तृणेड् योगः सि तत् संख्या न वदामि तथैव मम संख्या मम मनसि नास्ति अहं सम्यक् मनसि कृत्वा नास्ति चिन्ता भगिनि केवलं यत् लिखितमस्ति तत् पठतु अन्यविषयः किमपि अस्ति चेत् वयं वदामः सि करीचैत्य प्रबाद्य षडोः कः षडोः कः सीत् इति कार्यं करोति तृणेक् योगः सि आदेशप्रत्ययोः इत्यनेन तृणेक्षि, रसाभ्यां नोणः समानपदे इत्यनेन तृणेक्षि. अत्र तृणेः योगः वदामि पठामि अत्र तृणेः योगः ति इति प्रसङ्गे प्रश्नः उदेति. डोडे लोपः इत्यस्य दृष्ट्या पूर्वत्र सिद्धम् इत्यनेन शृणष्टु इत्यस्य कार्यम् असिद्धं किल, तर्हि कथं वा डोडे लोपः इत्यस्य प्राप्तिः स्यात्? उत्तरम् एवं यत् सम्पूर्णव्याकरणलोके डोडे लोपः इत्यस्य प्रसक्तिः केवलं शृणाष्टुः इत्यस्य अनुसरणे, न अन्यत्र. अतः अत्र न भवति चेत् डोडे लोपः इति सूत्रं निरवकाशं, तस्य निवारणार्थम् अत्र डोडे लोपः पूर्वत्र सिद्धम् इत्यस्य अपवादः. कार्यसिद्धम् इति वदति, असिद्धम् अस्ति चेदपि कार्यं सम्भवति, नो चेत् निरवकाशं भवति सूत्रम् इति कृत्वा तस्य तस्य बलेन आयाति कार्यं करोति इति कृत्वा. एतत् तु पुरातनविषयः, वयं पूर्वमपि दृष्टवन्तः. अग्रिमपङ्क्तिमपि किं भगिनि अहमेव पुनः प्रश्नः किमर्थं तर्हि डोडे लोपः अष्टाध्याय्यां शृणाष्टुः पूर्वे अस्ति इत्यस्य अनन्तरं न स्थापितम् इति प्रश्नः उदेति. यत्र अस्ति अधुना डोडे लोपः तृतीय पादे अस्ति इत्यस्य न कापि अनुवृत्तिः अपेक्षिता. डोडे लोपः स्वयं सम्पूर्णं, किन्तु तस्मात् परं यत् सूत्रं रोरि तस्य लोपः इति अनुवृत्तिः अपेक्षिता डोडे लोपः इत्यस्मात्. रोरि कथम् आगच्छति अत्र भगिनि? तत्तु अग्रिमसूत्रम् अस्ति खलु, डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तत्र अपेक्षते इति कृत्वा डोडे लोपः रोरि इति मिलित्वा पाणिनिः स्थापितवान्, एकत्र स्थापितवान्, एकत्र स्थापितवान्, मिलित्वा कार्यं करोति सूत्रे, एकत्र कार्यं मिलित्वा एकं विशेषं सम्बन्धप्रकरणं डोडे लोपः रोरि लोपः, यत्र एक एव वर्णः स्वस्मात् प्राक् चेत् लुप्तः भवति. अस्तु भगिनि, पठामि अस्तु पर्याप्तं भगिनि. अनन्तरं लक्ष्मी भगिनि पठति किम्? आं भगिनि, अत्र आहत्य अष्टाध्याय्यां किं सूत्रं कुत्र स्थापितम् इति विषये हेतुत्रयं वर्तते. किं सूत्रं कुत्र स्थापितम्? अस्तु, हेतुत्रयं लाघवार्थम् अनुवृत्तिः एकः हेतुः, विषयसम्बद्धप्रकरणम्, अपि च पूर्वपरत्वात् बाध्यबाधकभावः, हेतुत्रयं वर्तते. अत्र ढोढे लोपः कुत्र स्थापितम् इति विषये प्रथमं द्वितीयं च कारणं प्राप्तम्, तदर्थं तृतीयं त्यक्तम्. किञ्चित् पद्धतिः, पाणिनेः पद्धतिः त्रीणि विशिष्ट विषयान् अनुसृत्य भवति पद्धतिः. एकमस्ति लाघवार्थम् अनुवृत्त्यर्थे, द्वितीयमस्ति विषयसम्बन्धकं प्रकरणं, यत्किमपि अस्ति तत्तु मिलित्वा एकत्र स्थापयति खलु, स्थापयामः इति. पूर्वपरम् इति अस्ति, तस्य कृते बाधिबाधकभावः भवति, एस्पेशलि विशेषतया एतत्तु अष्टमाध्यायस्य सूत्रमस्ति इति कृत्वा निश्चयेन पूर्वपर इति पूर्वत्र सिद्धम् इति सूत्रेण कार्यं करोति एव. किन्तु पाणिनिः प्रथमद्वितीयविषयं स्वीकृत्य रोरे इत्यनेन सह स्थापितवान्. सूत्रद्वयम् एकत्र स्थापितवान्, डो ष्टुनाष्टुः इत्यस्य अनन्तरं स्थापितवान्, नो चेत् निरवकाशं भवति इति कृत्वा तस्य बलेन आयाति एतत् सूत्रं कार्यं करोति. भगिनी होडः शशस्ततो दोर्धः दोडि लोपः केवलं सूत्रार्थं पठित्वा अनुवृत्तिसहितसूत्रमपि पठति किम्? होढः अत्र अष्टमाध्यायस्य द्वितीयपादस्य एकत्रिंशत्तमं सूत्रमस्ति. हकारस्य स्थाने ढकारादेशः भवति. झलि प्रश्नः पदान् भगिनि प्रश्नः भगिनि एकनिमिष, अत्र धि अस्ति न, तृणेड् योगः धि, अत्र धि स्थाने कथं तृतीय डि डकारः आगच्छति, तट आगन्तुं शक्नोति न? दशस्ततोर्धोर्धः इत्यनेन धकारः एव चतुर्थ चुनाष्टुः इत्यनेन मूर्धन्यडकारः आगन्तुं शक्नोति न? अत्र सूत्रस्य क्रमः अस्ति खलु भगिनि, शृणाष्टुः धि स्थाने ढकारः मूर्धन्यडकारः आगच्छति न? कुत्र कुत्र प्रश्नः कुत्र अस्ति भवत्याः? शृणे योगः ति अत्र दशस्ततोर्धोधः इत्यनेन धि आगच्छति, शृणेर् योगः धि. प्रथमे पृच्छामि इति मनसि अस्ति, न पृष्टम् अत्र. प्रथमसूत्रे योगः अस्ति ति इति स्थितौ खलु, एकवचनं अत्र शृणष्टुः आगच्छति. तत्र दशाभ्यां नोणः इत्यस्य कार्यमपि अस्ति खलु, हा हा, तत् सम्यक् सम्यक् अवगतम्. अत्र तृणेड् योगः धि, तृणेड् योगः धि आगतुं शक्नोति, तत्तु तदेव भवति खलु, तृणेड् योगः धि इत्यनेन शृणाष्टुः इत्यनेन डकारः आयाति, डकारस्य मूर्धन्यडकारः न, मूर्धन्यडकारः एव आयाति खलु शृणाष्टुः नास्ति, अत्र मूर्धन्य नास्ति, डकारः ढकारः नास्ति. कुत्र पश्यति भगिनि, कस्मिन् प्रथमम् एकं विषयं वदतु, कुत्र कुत्र कस्मिन् विषये पृच्छति? लट्लकारस्य लट्लकारस्य प्रथमपुरुषे एकवचने पृच्छति किम्? तदेव महोदय तत्र सोपानेन लिखितवान् खलु, प्रथमं होडः इति सूत्रसङ्ख्या अपि द्रष्टव्या खलु, तत्र धि आगच्छति इति मम मतं. कथं तृतीय डकारः आगच्छति इति प्रश्नः? अत्र तृतीयडकारः नास्ति खलु, चतुर्थ एव अस्ति, डकारः अपि चतुर्थः अस्ति, डकारः अपि चतुर्थवर्णः अस्ति, तवर्गस्य वर्णः तवर्गस्य वर्णः डकारः. सम्यक्, मम मनसि टकारः इति भगिनी होडः इति उक्तवती खलु, हकारस्य स्थाने डकारः. सम्यक् सम्यक् सम्यक्, अस्तु अस्तु अस्तु. लक्ष्मीभगिनी, अत्र हकारस्य स्थाने ढकारादेशो भवति, झलि पदान्ते च. अत्र निमित्तद्वयमस्ति इति मन्तव्यं वा? अत्र झलि पदान्ते एकमेव निमित्तं वा? आं भगिनि, द्वयमपि निमित्तम् अस्ति, द्वयस्य अपि अपेक्षा अस्ति. झलि पदान्ते इति विशेषणविशेषभावः तत्र, कीदृशजलि इत्युक्ते पदान्तजलि इति. क्षम्यतां क्षम्यतां च इत्यनेन तत्र तु जलि अपि कार्यं करोति, नो चेत् पदान्ते अपि कार्यं करोति इति. इत्युक्ते निमित्तद्वयमस्ति. अस्तु, इत्युक्ते अत्र झलिपरे वा अथवा पदान्ते वा समुच्चय इति, समुच्चय अर्थे अत्र होडः इत्यस्मिन् पदद्वयमस्ति हः अपि च ढः हः षष्ठ्यन्तं ढः प्रथमान्तम् इत्युक्ते अत्र ढकारादेशः अत्र हः ढः झलि पदस्य अन्ते च अत्र पदस्य इत्यस्य अधिकारः अस्ति इति कृत्वा तस्य अनुवृत्तिः अन्ते पदस्य अन्ते इति अस्ति झलि परे अतः होडः अपि च झषस्तथोर्धोधः झष उत्तरस्य तकार थकारयोः स्थाने धकारादेशो भवति धा धातुसंज्ञा वर्जयित्वा अस्तु तत्र अग्रे पश्यामि सूत्रम् अनन्तरं पश्यामि अत्र झषः इति पञ्चम्यन्तं तयोः षष्ठ्यन्तं तथोः क्षम्यताम् उत्तमो धन्यवादः भगिनी न दृष्टवती न दृष्टवती तथोः षष्ठ्यन्तं धः प्रथमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं झषः तथोः धः अधः अस्तु इत्युक्ते झषः पञ्चम्यन्तमे अस्ति इति कारणतः तस्य अनन्तरं कार्यं भवति उत्तरस्य तकारथकारयोः स्थाने धकारः आगच्छति तत्र भगिनी धा धातुं वर्जयित्वा इति लिखितमस्ति तस्य किमपि महत्त्वमस्ति वा यत्र धा धातोः विषये वयं रूपं साधितवन्तः पूर्वतनकरपत्रे तस्मिन् समये एतत् अनुसृत्य एव कार्यं करोति धा धातुः अस्ति खलु अत्र जुहोत्यादिगणे धा इति धातुः तस्य धातोः विषये यशस्ततोदयतः इत्यस्य कार्यं न भवति धा धातुं विहाय इति स्मर्तव्यम् अस्तु अनन्तरं ढोडे लोपः ढकारे परे पूर्वतनस्य ढकारस्य लोपः भवति अत्र ढः ढे लोपः अस्तु अत्र ढः इति षष्ट्यन्तमस्ति ढे इति सप्तम्यन्तमस्ति पूर्वं स्थितस्य ढकारस्य लोपः भवति अस्तु ढकारे परे अस्तु अग्रे रूपाणि सरला भगिनी करोति किं अस्तु धातुः अस्ति त्रः तस्य रुदादिभ्यश्नम् इति सूत्रेण तृणः भवति इदानीं तृणः योग ति इति झलि अपि पित् अस्ति सार्वधातुक अस्ति अतः तृणः एम् इति सूत्रेण आगच्छति न परे तत्र गुणसन्धि भूत्वा तृणेः अङ्गं भवति तृणेः योगति होडसूत्रेण हकारस्य स्थाने ढ भवति तृणेढ योगति चषसतो ध इति सूत्रेण तकारस्य धकार भवति तृणेढ योगधि भवति चषाभ्यां नोण इति सूत्रेण तृणेढ योगधि नकारस्य रत्वं भवति श्नाष्टुः इति सूत्रेण धकारस्य ढकार आगच्छति तवर्गीय तृणेढ योगढि ढोढे लोप इति सूत्रेण पूर्वढि तस्य लोप भवति इदानीं ढस लोप भवति तृणेढि इति अन्तिमरूपं भवति तृणेढि तृणः योगतः अत्तः इति अपित् अस्ति ङित्वित् भवति अतः श्नसरलोप इति सूत्रेण तस्य लोप भवति तृणः योगतः तः होड इति सूत्रेण तृणड् योगतः भवति चषसतोध इति सूत्रेण त्रिण्ढयोगः भवति नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वार भवति त्रिण्ढयोगः श्नाष्टुः इति सूत्रेण त्रिण्ढयोगः इदानीं ढोढे लोप ढ स लोप भवति त्रिण्ढ अनुस्वारस्य यै परसवर्ण त्रिण्ढ त्रिण्ढयोग अन्ति अत्र स्नसरलोप अपि नश्चापदान्तस्य झलि अनेन सूत्रेण त्रिहन्ति आहत्य त्रिणेढि त्रिण्ढ त्रिहन्ति प्रथमपुरुषे भवति त्रिण्ढयोगसि तस्य अत्र पूर्वं यथा तृणः इम् इति भवति सि इति पित् अस्ति सार्वधातुके हलादि पित् परे तस्य तृणेः योगसि भवति होढसूत्रेण तृणेढ योगसि भवति इदानीं षडोकः सि इति सूत्रेण ढकारस्य ककार आगत्य त्रिनेक् योगसि आदेशप्रत्ययोः त्रिनेक्षि दशाभ्यां नो णः इति सूत्रेण त्रिनेक्षि इति भवति तदनन्तरम् अस्ति तृणट् योगथ यथा वयं तः कृतवन्तः तथैव इति तृण्ढ भवति अत्र पुनः प्रज्ञा वदामि वा भगिनि तृणयोगथ होढ दशसोध पूर्वं यथा अस्ति तथैव तृण्ढ भवति तृणयोगथ तृण्ढ भवति तृणयोगमि पुनः तृणः एम् इति प्रसक्ति भवति पित् अस्ति तथा तृणेः योगमि रसाभ्यां नोण इति सूत्रेण तृणेमि इति भवति तृणयोग तृणेमि इति भवति श्नासरलोप नष्टापदांशस्थली इति सूत्रेण तृङ्ह तृङ्म अतृङ्म इति भवति भगिनी पुष्प भगिनी अत्र अनुस्वारः अस्ति किमर्थम् इत्युक्ते परसवर्णः नास्ति खलु हकारस्य परसवर्णः नास्ति इति कृत्वा तृण्ह तृण्म अस्तु अत्र लोट्लकारे तृणेः योगः तु होडः इत्यनेन तृणेड् योगः तु जषस्ततोर्दोधः इत्यनेन तृणेड् योगः तु रसाभ्यां नोणः इति समानपदे इत्यनेन तृणेड् योगः तु शृणाष्टुः इत्यनेन तृणेड् योगः तु अत्र तृणेडु हा अत्र तु अत्र धकारः तु तृणेडु धु अस्ति तत्तु तृणेड् योगः तु तृणेड्ढु अत्र डोडे लोपः इत्यनेन डकारस्य लोपः भवति पूर्वडकारस्य लोपः भवति तृणेडु तृणेडु ढु तृण योगः तात् तृण् अत्र सर्वे वदामि भगिनि भगिनी लोट्लकारं पूर्णतया करोतु किन्तु यदि प्रक्रिया पूर्वमेव अत्र तृणः योगः तात् श्नासोरलोपः इत्यनेन तृण् योगः तात् होडः इत्यनेन तृण्ड् योगः तात् नष्टपदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः तृण्ड् योगः तात् तृण् तथैव तः डकारः आगच्छति तृण् अत्र डकारस्य एकडकारस्य लोपः भवति जूदे लोपः इत्यनेन तृण् भगिनि वक्तुम् इदानीं वक्तुं तत् तत् सर्वे न वदामः इति वदतु न तथैव तृण्डतात् तत् पश्चात् रसाभ्यां नोणः कार्यं करोति न भगिनि अनुस्वारस्य नकारः आगच्छति न तृण्डतात् भगिनि आं भगिनि रसाभ्यां मोहन् अनुस्वारतेः तृण्डात् इति आगच्छति न तृण्डात् अस्तु नकारः आगच्छति अस्तु तात् तां तृण्डां न तृण्डां तृण्डात् तृण्डां तृण्डन्तु अत्र तु केवलम् अनुस्वारदेयी परसवर्णः न कार्यं करोति किमर्थमित्युक्ते हकारः अस्ति इति कृत्वा अन्ये तु समानमस्ति सोपानानि तृण्हन्तु तृण्हन्तु इति अनुस्वारः अस्ति तृण्हन्तु तृण्हन्तु अनुस्वारः भगिनि अनुस्वारः अस्ति अस्तु तृणेः योगः सि अत्र होडः कार्यं करोति तृणेड् योगः सि करि हा तथैव प्रष्टुं मम मनसि अस्ति खरिच तत् कथम् आयाति वा अत्र भगिनि खरिच अत्र किमर्थ क्षम्यताम् आम् प्रथमं तु होडः इत्यनेन त्रिनेड् योगः त्रिनेड् योगः सि इति अस्ति सि इति अस्ति अत्र एकनिमिषं भगिनि अत्र किम् इत्युक्ते अत्र तु आगच्छति इति वदति खरिचय प्रबाध्य षडोः कः सि इति वदति अत्र आम् सामान्यसूत्रमस्ति खर् प्रत्याहारे अस्ति खलु चकारः हि करोति वा सि करोति लोट् लकारे अस्ति न क्षम्यतां भगिनि तर्हि सि अस्ति आमाम् अस्माकं प्रत्ययः हि अस्ति हकारः अस्ति आमाम् अत्र धी अस्ति हि अस्ति आगच्छति अस्तु अस्तु अत्र सि नास्ति तद् तद् पृष्टं प्रथमतया न पृष्टं कथम् आयाति खरिच इति खरिच सि इति वदनेन वाटि किन्तु भगिन्याः प्रश्नः अस्ति इति सि इति खर् प्रत्याहारे अस्ति इति कृत्वा खरिच इत्यस्य कार्यं भवति अस्तु भगिनि हा हि अस्ति हि टु टु धि आगच्छति प्रथमं होडः इति खलु प्रथमसूत्रं किं भवति हूजल् ब्यो हेर्दि इति प्रथमं हूजल् ब्यो हेर्दि हि धि आगच्छति तत्तु तत् पश्चात् होडः आगच्छति होडः आगच्छति होडः होडः जलि पदान्ते आं जलि एव अस्ति इति जलि होडः आम् होडः तत्तु तृण् न भगिनि अत्र अकारस्य होडः आगच्छति आगच्छति तृण् इति अस्ति अत्र तृण् योगः हि धि अत्र होडः आगच्छति तृण्ड् योगः धि अत्र डकारः जलां जशोन्ते इति जलां जशोन् नृणष्टुः इत्यनेन तृण्ड् योगः अत्र तस्मात् पूर्वं नशपदान्तस्य जलि अपि भवति नशपदान्तस्य जलि अनन्तरं प्रथमं तत् पश्चात् रसाभ्यां नोणः समानं नशपदान्तस्य जलि अनन्तरं स्तुनष्टुः स्तुनष्टुः तृण्ड् तृण्ड् तृण्ड् योगः डि इति डि अस्ति अत्र डि तु डि अष्टु डोडे लोपः डि डि अनन्तरम् अनुस्वारस्य ई प्रसवर्णः इति अनुस्वारस्य नकारः आगच्छति तृण्डि तत्तु प्रथम तात् एव पूर्वमेव तृण्डात् समीचीनं समीचीनम् आनीयावाम तृण्हानि न तृणहानि तृणहानि तृणहाव तृणहामि सम्यक् आं भगिनि अस्तु भगिनि प्रथमं भगिनि लङ्लकारे लङ् लुङ् लुदात् इति सूत्रेण अडागमः भवति अतृण्णः भवति अतृण्णः योगत इति तकार अस्ति तिप् अस्ति अतृणः अतृणः एम् इति सूत्रेण अतृणेः भवति अतृणेः योगतः हल्याङ्ग्या भवति तत्सुतिस्य प्रक्तः इति सूत्रेण तकारसलोपः भवति अतृणेः होढः इति यदम् हकारपदान्ते अस्ति अतृणेढ भवति तदनन्तरं झलाञ्जशोन्ते इति सूत्रेण धकारस्य स्थाने तृतीयवर्ग अतृणेड् आगच्छति तदनन्तरं रसाभ्यां नोणः इति सूत्रेण नकारस्य णत्वं भवति अतृणेड् भवति तदनन्तरं वावसाने इति सूत्रेण अतृणेट् सो द्वे रूपे भवति अतृणेड् वा अतृणेट् तद् अत्र पित् अस्ति न तकार भगिनि लङ्लकारे पित् अस्ति तृणः इम् इति आगच्छति तृणे अतृणेः भवति तत्र ताम् इति अतृणः योगतां यथा पूर्वं वयं दृष्टवन्तः तत्र अतृणः योगताम् इति श्नासरलोप इति झल् श्नसरलोप तदन होढ चषसोध इति सूत्रेण नश्चापदान्तस्य झलि श्नाष्टुः ढोडे लोप अनुस्वास यै परसवन इति समूहसूत्राणि तस्य रूपम् आगच्छति अतृण्ढां तथैव अतृन् हन् भवति तत्र श्नासरलोप नश्चापदान्तस्य झलि द्वे सूत्रे कार्यं करोति अतृङ्हन् भवति केवलम् अनुस्वारः भवति अतृङ्हन् तदनन्तरं सकारस्य यथा तकार मध्यमपुरुष एकवचने अतृणेट् अतृणेट् इति भवति अतृण्ह योगतम् अतृण्ढम् अतृण्ह योगत अतृण्ढ अतृण्ह योग अम् तत्र केवलं रसाभ्यां नोणः इति सूत्रेण अतृणहं भवति अतृङ्व अतृङ्म नसरलोप नष्टापद्यन्तश्चलि धन्यवादः भगिनि. लक्ष्मी भगिनि विधिलिङ्ग् वदति किम्? अत्र अतृण्ड् न भगिनि, अतृण्ड् अतृन्द् तथैव तिष्ठति. अतृन्द् पृच्छामि मम. अस्तु भगिनि. अत्र अत्र तृणः इति अङ्गमस्ति, तृणः अङ्गमस्ति. अत्र सर्वे प्रत्ययाः यात् यातां युः तादृशरीत्या यकारादिप्रत्ययाः सन्ति. अत्र सर्वे अपित् प्रत्ययाः. अत्र शोरलोपः इति सूत्रेण अत्र तृणः इति अङ्गात् अकारस्य लोपः भवति, अतः तृन् तृन्ह् इति भवति. तदा तृन्धियोगः यात्. अनन्तरं तत्र तृन्ह् इति वदामश्चेत् तत्र नश्चापदान्तस्य झलि भवति वा भगिनि? अत्र अनुस्वार एव इति भवति. अत्र यकारझलि नास्ति भगिनि, परन्तु जलि जलि कार्यं करोति भगिनि, किन्तु अनुस्वारस्य ई परसवर्णः न कार्यं करोति. हकारस्य अनुस्वर्णः यात् भवति, तृङ् इति अनुस्वारः भवति, तृङ्ग्यात् इति. अस्तु, इत्युक्ते प्रथमतया शरलोपः इति नकारलोपः भूत्वा तृण्ह् भवति. तत्र नकारस्य स्थाने नस्यापदान्तस्य झलि इत्यनेन अनुस्वारः आगतः. तेन अनुस्वारसहितं रूपं तृङ्ह्यात् इति रूपमस्ति. तथा भवति चेत् अन्यानि रूपाणि अपि तथा एव भवन्ति, तृङ्ह्यातां तृङ्ह्युः. अत्र ऋकारः अस्ति, कथं नकारः न आयाति? केवल तत्र केन सूत्रेण भगिनी वक्तुमिच्छ नकारः आगच्छेत्? नकारः ऋकारस्य प्रभावे नकारः आगच्छति न रसाभ्यां नो. किन्तु यदि यदि नकारः अस्ति चेत् ऋकारस्य प्रभावेन नकार रसाभ्यां लोणः इति भवति, किन्तु अनुस्वारस्य नकारः न भवति खलु, अनुस्वारः अस्ति खलु. यदि यदि नशापदान्तस्य जले न कार्यं कुर्यात् तर्हि रसाभ्यां लोणः भवेत्, किन्तु रसाभ्यां लोणः क्षम्यतां नशापदान्तस्य जले पूर्वसूत्रमस्ति इति कृत्वा प्रथमं कार्यं करोति, तदनन्तरं रसाभ्यां लोणः इत्यस्य अवसरः नास्ति. किमर्थम् इत्युक्ते अधुना केवलम् अनुस्वारः अस्ति. दन्तिनकारः अस्ति चेदेव तत्र ऋकारः निमित्तं भवितुमर्हति. आं भगिनि, तत्र अनुस्वारस्य स्थाने दन्तिनकारः न आगतः, अनुस्वारः तथा एव तिष्ठति. भगिनि होर्डर् कार्यं करोति न होर्डर् सूत्र? न, जलि नास्ति खलु यकारः, हकारः यकारः अस्ति न यात्, यकारः जलि नास्ति इति कृत्वा होडः न कार्यं कुर्यात् खलु, जलि पदस्य अन्ते इति एव पदान्ते इति एव कार्यं. यकारः तु हलि अस्ति किन्तु जलि नास्ति. हयवरट् लण्यमगणनं अनन्तरमेव झभ इति जकारः क्षम्यतां जकारः आरम्भं भवति खलु, तस्य प्रत्याहारस्य आरम्भः झलि इत्युक्ते. लकारस्य पूर्वं ह अस्ति न हल् अन्तिमप्रत्याहारः अस्ति किन्तु जकारः जलि खलु, हल् हल् नास्ति खलु, जलि पदस्य अन्ते च निमित्तं जकारः अस्ति, जकारः अत्र सर्वाणि रूपाणि तथा एव तृंह्यो तृंह्याः तृंह्यातं तृंह्यातं तृंह्यां तृंह्याव तृंह्याम तादृशरूपम्. अत्र महोदयेन कानिचन रूप धातवः दत्ताः, तेषां रूपाणि अधुना समयः अतीतः खलु, तर्हि गृहपाठरूपेण प्रायः एकैकं वाक्यं कृत्वा कथं कथं प्रश्नः प्रश्नः पृष्टम् इति न न अत्र तु समयः नास्ति खलु इति कृत्वा परस्मैपदी एकनिमिषं वदामि. विच् इति प्रथमम् अस्ति खलु, तत्तु प्रथमपुरुषे एकवचनरूपं विच् इति उपयुज्य, अनन्तरं द्वितीयं तञ्च् इति अस्ति खलु, तञ्चु इति धातुः, तत्तु प्रथमपुरुषे द्विवचनरूपम् उपयुज्य वाक्यं लिखित्वा आगच्छामः. तादृशं प्रथमपुरुष तृतीय बहुवचनरूपं रिच् इति कृत्वा सर्वेषामपि एकैकं वाक्यं लिखित्वा आगच्छामः. धातोः परिचयः भवति, अर्थपरिचयं भवति. इदानीं न, इदानीं न अङ्गपाठरूपेण वयं कृत्वा आगच्छामः इति. अस्तु भगिनि, अस्तु भगिनि, आं भगिनि, सर्वे कर यदि प्रथमपुरुषे एकवचनं, प्रथमपुरुषे द्विवचनं, प्रथमपुरुषे बहुवचनम्, अनन्तरं प्रथमपुरुष मध्यमपुरुषस्य एकवचनं, मध्यमपुरुष द्विवचनम् इति कृत्वा एकैकस्य रूपं तादृशं कुर्मः. तद् प्रथमपुरुषे लट्लकारं समाप्य लोट्लकारम् आरम्भं कुर्मः इति समाप्तं भवति. धन्यवादः भगिनि, पुष्पा भगिनी अनित्रां बहूनि न न बहु सम्यक् करोति भगिनी, सम्यक् करोति भगिनी. केवलं भगिन्याः किमित्युक्ते कदाचित् विस्मरति सूत्रस्य सूत्रं विस्मरति भगिनि. सूत्रं विस्मरामि, संख्या विस्मरामि. संख्या वयं सर्वे तु न जानीमः भगिनि, दृष्ट्वा एव वदामः. बहु अस्ति तथैव वयमपि संख्या, अहमपि न स्मरामि संख्या भगिनि. सुब्रह्मण्यमहोदय तथैव.